हरि ओम, नमस्ते। नमस्कार भगिनी। नमस्ते महोदय। नमस्कार। नमस्ते। शान्त, तत्र मङ्गल प्रार्थना श्लोकं न उक्तं भगिनी। कुर्मः। शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सरस्वति नमस्तुभ्यं वरदे कामरूपिणी। विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुस्साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा। ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं। संस्कृतस्य प्रसाराय निजं सर्वं ददाम्यहं। संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्। आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं। हिन्दुधर्मं, समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितम्। अद्य कुवलयानन्दः, नो चेत् अद्य नलोपाख्यानमेव अग्रे अनुवर्तयामः। अस्तु। अनन्तरं अग्रिमसप्ताहात् पूर्वं क्रिस्मस् विरामदिनानां प्रारम्भः भवति खलु, अतः अहमपि भानुवासरे हर्षीनगरं गमिष्यामि। परिवारजनाः अपि आगच्छन्ति, अतः अहमपि किञ्चित् विरामम् इच्छामि। अतः वयं सप्ताहद्वयं विरामं स्वीकुर्मः किम्? आम् महोदय, महोदय, क्रिस्मस् वेकेशन् इत्युक्ते जनानां यातायातं भवति खलु, आम् महोदय, तदेव आं सत्यम्। महोदय। अतः सप्ताहद्वयं विरामं स्वीकृत्य पुनः जनवरी मासे नूतनवर्षे आरम्भात् परं वयं मेलिष्यामः इति अहं चिन्तयामि। भवताम् अभिप्रायं सूचयन्तु, तथा कुर्मः। सम्यक् एव महोदय, तथा एव कुर्मः। तथैव कुर्मः महोदय। अहं नमस्ते महोदय, अहम् अत्र अहं कविता भगिनी आगन्तुं चिन्तितवत्यौ भवत्याः दर्शनार्थं, परन्तु तद्दिने हिमपातः आसीत्, अतः न आगतवती। इदानीं प्रति सप्ताहं दर्शनम् अभवती एव चिन्ता नास्ति। साक्षात् साक्षादेव दर्शनम् अस्ति। नूतन टेक्नालजि कृते एव अस्माकं धन्यवादः भवति खलु, तदोपि कोविड कारणात् एव जूम् व्यवस्था अतिविस्तृता अभवत् खलु। इदानीं सर्वत्र जूम् प्रभावः एव तस्य एव। शेर् कृतमेव पूर्वमेव अस्ति। अत्र इतोपि अन्यत् एकं क्षेत्रं दर्शितवती खलु, तत्र किञ्चित् सा संस्कृते एव व्याख्यानमपि भवति। अत्रैव अस्ति महोदय। अत्र यदि अहम् अत्र नोदयामि चेत्, अत्र सेलेक्ट् करोमि चेत् अन्य उपायान्, तर्हि तत्र आयाति एव। न, नीलकण्ठस्य व्याख्या। ओ ओ एवं वा, तत्र पुस्तकं यत् पूर्वं प्रेषितं वा, तत्र पश्यामः, अस्ति। तत्र कदाचित् व्याकरणविषयाः वा भिन्नविषयाः अपि आगच्छन्ति। तदपि उद्घाटयामि। अत्र यदि वयमपि स्थापयामः अस्तु, संशयः कुत्रापि भवति चेत् वयं तत्र किञ्चित् द्रष्टुं शक्नुमः। इदानीं गतसप्ताहे तत्र अस्वस्था नस्वस्था इति विषये किञ्चित् संशयः चर्चा अभवत् खलु। अहं चिन्तितवती तत्र न स्वस्थम् इति दोषाय एव तथा न भवितुं नार्हति। अत्र श्लोके सखीगणः विदर्भपतये न्यवेदयत् इति अर्थः भवति, तथा एव खलु श्लोकः कः तम् अस्वस्थां इति। भगिनी तत् दर्शयतु, अन्यत् पुटं, पूर्वतनं जालपुटं दर्शयतु एकवारं। न अत्र स्वस्थ, अत्र पञ्चम, नस्वस्थां अत्र कृते एव अस्ति पञ्चमे श्लोके। ततो विदर्भपतये दमयन्त्याः सखीगणः न्यवेदयत न स्वस्थाम् इति अस्ति, दोषाय इति वयं जानीमः. अत्र दमयन्तीम् अस्वस्थां दमयन्तीं न्यवेदयत् इति अर्थः भवति. अत्र न्यवेदयता न न्यवेदयत् इत्येव, सखीगणः एकवचने भवति यथा न्यवेदयत्. तत्र सन्धिः भवति यथा कथम् इत्युक्ते न्यवेदयत् न्यवेदयत् तम् अस्वस्थाम् इति करोति चेत् तं न्यवेदयत विदर्भपतये, अथवा ताम् इत्यपि वक्तुं शक्नुमः. न्यवेदयत्ताम् अस्वस्थां दमयन्तीम् इति भवति चेत् तत्र दोषः न दोषं वारयितुं शक्नुमः. तत्र सन्धिः भवति खलु, तामस्वस्थाम् इति भवति चेत् अकारस्य सन्धिः भवति, न भवति एव. अवगतम्? आम् महोदय. न्यवेदयत्तामस्वस्थाम् इति भवति चेत् इत् निवेदयत् इत्यपि अर्थः भवति, अस्वस्थाम् इत्यपि अर्थः भवति. तम् इति कुर्मः चेत् तत्र द्वितीयाभक्तिः विदर्भपतये इति चतुर्थी आगतम्, अतः पुनः तत्र द्वितीयाभक्तिः न उचितं भवति. अतः ताम् अस्वस्थां न्यवेदयत् विदर्भपतये इति अर्थः भवति चेत् उत्तमम्. अस्तु, इदानीं कुत्र स्थगितमासीत्? तत्र पञ्चमः श्लोकः पठितः. तदपि तथापि अधिकं पठितम् इति मन्ये. न महोदय, पञ्चमश्लोकं पठितं, तद् षट् तत्र षष्टमारभ्य पठनीयः. स्वयंवरस्य विषये सः मतिं कृतवान् इति खलु, न वा? न अस्तु, महोदय, चिन्ता नास्ति, सरलः एव अस्ति, एकवारं पठने कोऽपि क्लेशः नास्ति. तत् श्रुत्वा ततः आरभ्य वा? आम् महोदय, पठामि वा. आरभ्यताम्. श्रुत्वा नृपतिर्भीमो दमयन्ती सखीगणात् चिन्तयामास तत्कार्यं सुमहत् स्वां सुतां प्रति. पञ्चश्लोकान् पठन्तु आम् युगपत्. क्षम्यताम्. आम् ससमीक्ष महीपालः स्वां सुतां प्राप् यौवनाम् अपश्यदात्मनः कार्यं दमयन्त्या स्वयंवरं सन्निपातयामास महीपालान् विशाम्पते अनुभूयतामयं वीराः स्वयंवर इति प्रभो श्रुत्वा न श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्या स्वयंवरम् अभिजग्मुस्तदा भीमम् राजानो भीमशासनात् हस्त्यश्वरथघोषेण नादयन्तो वसुन्धरां विचित्रमाल्याभरणैः भलैर्दृश्यैस्वलङ्कृतैः स्वलङ्कृतैः सुअलङ्कृतैः. अस्तु, अत्र तश्रुत्वा भीमः तु दमयन् तत्र दमयन्त्याः विषये नृपतिः श्रुत्वा सखीगणात् श्रुत्वा तत्र तत्र तस्मिन् किं विषये करणीयम् इति चिन्तयामः अहं चिन्तयति, तत् चिन्तयति. कार्यं चिन्तयामास किं कार्यं करणीयम् इति. तत्र यौवना प्राप्ता इति कृत्वा स्वयंवरं सः तत्र निश्चयति. तत्र अनुभूय तत्र वीरान् सर्वान् तत्र तत्र आह्वयति वा, सन्निपाय आम् आम् सन्निपयामास इत्युक्ते. आम्, तदनन्तरं सर्वे पार्थिवाः अपि दयं दमयन्त्याः स्वयंवरं तत्र श्रुत्वा तत्र आगच्छन्ति. जग्मुस् अभिजग्मुस् जग्मुः इति तदनन्तरं तत्र ते तु तत्र पार्थिवाः सन्ति खलु, तर्हि हस्तिना तत्र हस्तीनाम् उपरि नो चेत् अश्वानां वा तत्र रथानां वा उपरि उपविश्य ते नादयन्तः, तत्र वसुन्धरां नादयन्तः, तत्र अलङ्कृताः अपि संवर्तन्ते तत्र तत्र रथाः, तर्हि तत्र आगच्छन्ति हेमस्य. तत्र ते आम् सर्वे राजकुमाराः ये स्वयंवरार्थम् आगच्छन्ति ते स्वयं तेपि अलङ्कृताः सन्ति, अनन्तरं सर्वे सैन्येन सह आगच्छन्ति, चतुरङ्गपदादि सैन्यम् इति वदन्ति खलु, तथा हस्त्यश्वरथघोषेण नादयन्तः वसुन्धरां नादयन्तः सम्भ्रमेण आगच्छन्ति इति सर्वे तत्र अग्रे तु अन्यस् तत्र प्रश्नाः न सन्ति चेत् अग्रे सरामः. नास्ति शान्ति भगिनि. आम् आम् एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ अटमानौ महात्मानः महात्मानौ महात्मानौ इन्द्रलोकमितो गतौ नारदः पर्वतश्चैव महात्मानौ महाव्रतौ देवराजस्य भवनं विविशाते सुपूजितौ तावर्चित्वा सहस्राक्षः ततः कुशलमव्ययं पप्रच्छानामयं चापि तयोः सर्वगतं विभुः. नारद उवाच आवयोः कुशलं देव सर्वत्र गतमीश्वर लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो. बृहदश्व उवाच नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रः धर्मज्ञाः पृथिवीपालाः त्यक्तजीवितयोधिनः. तर्हि एतस्मिन्नेव समाने काले पुराणौ ऋषिसत्तमौ महात्मानौ इन्द्रलोकं गतौ इत्युक्ते नारदः पर्वतः परत ऋषिद्वयमेन द्वयमपि साधारणतया न केवलं नारदः पर्वतः अपि सञ्चारं करोति, सर्वदा त्रिलोकसञ्चारं सञ्चारं कुर्वन् कुरुतः कुरुतः सर्वदा, अतः इतः इन्द्रलोकं गतौ इति इत्युक्ते भूलोकं सर्वं सञ्चार्य इन्द्रलोकं गतवन्तौ इति. इत्युक्ते नारदः अपि च पर्वतः इत्युक्ते हिमवान् वा मम पर्वतः इति ऋषेः नाम ऋषेः नाम. अस्तु अस्तु नाम अस्तु तर्हि तान् इन्द्रः अर्चयित्वा कुशलं पृष्ट्वा इत्युक्ते अनामयं पप्रच्छ इत्युक्ते कुशलं अनामयम् पृष्टवान् इत्युक्ते रोगराहित्यम् इति खलु, अतः रोगराहित्यम् आमाम् अतः अव्ययं कुशलं तयोः अनामयं तथा यत्र यत्र ते तौ गतवन्तौ सर्वगतं खलु सर्वत्र गतं ताभ्यां तत्र तत्रत्यकुशलमपि सः पप्रच्छ इति. अस्तु. अनन्तरं नारदः आवयोः तु कुशलमेव सर्वत्र गतमपि इति उक्त्वा लोके च कृत्स्ने मघवन् लोके कृत्स्ने भूलोके सर्वे नृपाः सर्वे कुशलिनः. कृत्स्नम् मघवन् इत्युक्ते इत्युक्ते इन्द्रः संबोधनम् वा इति. मघवन् इत्युक्ते इन्द्रः सम्बोधनविभक्ति. आम् अनन्तरं बृहदश्वः युधिष्ठिरं वदति नारदस्य कथायाः वचनम् अनुवर्तनं भवति अग्रे. अनुवर्तनम् नारदस्य वचः श्रुत्वा बलवृत्रः पप्रच्छ इन्द्रः पप्रच्छ इन्द्रः पृष्टवान् वृत्रः इत्युक्ते पृथिवी धर्मज्ञाः पृथिवी बलः इति अपि कश्चन राक्षसः वृत्रासुरः अपि, अतः द्वयोः अपि संहारं कृतवान् इन्द्रः इति अत् कारणः, अतः एव बलरिपुः इति यद् अनेकेषु स्थलेषु आगच्छति बलरिपुः इत्युक्ते बलरिपुः इन्द्रः अपि, वृत्रहन् इत्यपि इन्द्रः एव. इन्द्रः एव आम्। तत्र पृथिवी धर्मज्ञाः पृथिवीपालाः त्यक्तजीवितयोगिनः इत्युक्ते इत्युक्ते योद्धाः यदा युद्धं कर्तुं गच्छन्ति ते पूर्वमेव निश्चयं कृतवन्तः एव यदि युद्धे किमपि भवितुम् अर्हति, अतः तदा एव त्यक्तजीविताः इति तादृश त्यागभावेन एव युद्धरङ्गं गच्छन्ति, तादृशवीराः ते सर्वे योधिनः, अतः त्यक्तजीविताः इति। इत्युक्ते अत्र वाक्यस्य पूर्णं न अभवत् इति मन्ये, पप्रच्छ किं पप्रच्छ अग्रे इति पूर्णं आगच्छति, आम् अग्रे आगच्छति। आम् अग्रे आगच्छति। अस्तु, अन्येन पठ्यते। श्री महोदय, तस्य क्रमः शस्त्रेण निधनं काले ये गच्छन्त्य पराङ्मुखाः अयं लोको यस्तेषां यथैव मम कामधुक् क्वनु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् आगच्छतो महीपालानतिथीन् दयितान् मम। एवम् एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत शृणु मे भगवन् येन न दृश्यन्ते महीक्षितः विदर्भराजदुहिता दमयन्तीति विश्रुता रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः तस्याः स्वयंवरः शक्रभविता न चिरादिव तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः। सम्यक् अस्ति, एते श्लोकाः सम्यक् सन्ति। इन्द्रस्य प्रश्नः कथं भवति पश्यतु। शस्त्रेण निधनं क ये युद्धे मरणं प्राप्तवन्तः ते स्वर्गमेव आगच्छन्ति खलु, कामधुक् स्वर्गलोकमेव आगच्छन्ति, अतः यथा मम कामधुक् इत्युक्ते कामधेनुः अस्ति खलु, सर्वदा अक्षयः तत्रैव भवति सा, तथा एते ये योद्धाः अपराङ्मुखाः भूत्वा बहुधैर्येण युद्धं कृत्वा निधनं यान्ति ते स्वर्गलोकमेव आगच्छन्ति, वीरस्वर्गम् आगच्छन्ति, तादृशवीराः स्त्रियाः शूराः न हि पश्यामि, स्वर्गलोकमेव न आगतवन्तः किमर्थम् इति तस्य प्रश्नः, अतः अग्रिमे युद्धमेव न भवति इति। अग्रिमे श्लोके वदति क्वनु ते क्षत्रि न पश्यामि तादृशान् शूरान् अहं न पश्यामि इदानीं। ते सर्वे अतिथयः स्वर्गलोके, अतः तादृश अतिथीन् न पश्यामि इत्युक्ते सर्वदा ते युद्धमेव कुर्वन्ति इति तस्य चिन्तनं प्रायः इन्द्रस्य, महीपालाः सर्वदा मध्ये मध्ये युद्ध ये स्वर्गलोकम् आगच्छन्ति तेषां कृते किञ्चित् स्वागतं व्याहृत्य तेषां प्रायः प्रशंसां कुर्वन्ति इति प्रायः भवतु। अनन्तरं नारदः वदति किमर्थं ते शूराः न दृश्यन्ते इदानीं इन्द्रलोके इति, शृणु मे भगवन् ये न दृश्यन्ते इति नारदः प्रत्यभाषत, विदर्भराजस्य सुता अस्ति दमयन्ति इति रूपेण समत अति अतिलोकसुन्दरी अस्ति पृथिव्यां। सर्वयोषितः समतिक्रान्त सर्वासां स्त्रीणामपि अतिक्रम्य सा बहु सुन्दरी, सुन्दरा अस्ति इति, सुन्दरी अस्ति इति वक्तव्यं खलु। सुन्दरी अस्ति। अनन्तरं तस्याः स्वयंवरं अस्ति भविष्यति भविष्यति न चिरादिव शीघ्रमेव अत्रापि भवति, न चिरादिव अचिरादिव स्थाने न चिरादिव इति अस्ति खलु अत्रापि। तत्र तदपि तथा एव अस्ति। कालिदासस्य माघस्य तत्रापि तथा एव वा? न न न न क्षम्यताम्, कुत्रापि तत्तु न व्यासः श्रुतम्. एव। ओ न चिरादिव, हा, अत्र स्थानं स्थलं दातव्यम्, अतः एव न तदेव चिरादिव। सम्यक् सम्यक्. मूलं पश्यामः चेत् कदाचित् चर्चायाः आवश्यकता न भवति. अस्तु, उत्तमम्। अतः सर्वे राजानः दमयन्त्याः स्वयंवरं द्रष्टुं तां वरयितुम् इच्छुकाः सन्ति, तत्र तः एव इदानीं युद्धमपि नास्ति, केनापि स्वर्गलोकस्य आवश्यकता अपि न दृश्यते इति। अस्तु, अग्रे। अग्रे केन भव्या भगिनी, पुनः भवत्याः वा पर्यायः? न महोदय, अत्र विमला भगिनी, सुधा अस्तु भगिनी, भवान् इति जनत्रयम्. अस्तु अस्तु, सुधा भगिनी तर्हि भवत्याः आदौ, अनन्तरं विमला महोदय, अनन्तरम् अहं। सुधा भगिनी अस्ति किम्? आम्. तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः, काङ्क्षन्ति स्म विशेषेण बलवृन्निषूदनः. बलवृत्रनिषूदन। बलवृत्रनिषूदन एतस्मिन् कथ्यमाने तु लोकपालाश्च साग्निकाः, आजग्मुर्देवराजस्य समीपममरोत्तमाः. ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत्, श्रुत्वा चैवाब्रुवन् हृष्टा गच्छामो वयम् अप्युत. ततः सर्वे महाराज सगणासवाहनाः विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः. नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् अव्यगच्छदधीनात्मा दमयन्तीम् मनुव्रतः. तां रत्नभूतां लोकस्य प्रार्थयन्तः महीक्षितः, काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन. अत्र बलवृत्रनिषूदन इत्युक्ते किम्? ए इन्द्रः, इन्द्र इति इन्द्रः इन्द्रः वा? इन्द्रस्य इन्द्रः बलः इति कञ्चन राक्षसं वृत्रासुरं सः हा संहृतवान् इति, सः बलारी अथवा बलरिपुः वृत्रासुरस्य, वृत्रहन् इति उच्यते तस्य नाम, सम्बोधनम् अत्र बलवृत्रयोः सूदनं करोति इति। सो तर्हि हे बलवृत्रनिषूदन, महीक्षितः तां रत्नभूतां लोकस्य प्रार्थयन्तः विशेषेण काङ्क्षन्ति स्म. एतस्मिन् कथ्यमाने तु लोकपालाः च साग्निकाः, आजग्मुः देवराजस्य समीपम् अमरोत्तमाः. लोकपालः अत्र अग्न्या, अग्निना सह यमः वरुणः साग्निकः अपि, अतः चत्वारः अपि लोकपालाः आगच्छन्ति इति। देवराजस्य आजग्मुः समीपम् समीपम् आगताः चत्वारः के के महोदय? न त्रयः, इन्द्रः इन्द्रमपि आहत्य वयं वदामः चेत् चत्वारः, इन्द्रस्य समीपम् आगताः वरुणः, अग्निः, यमः, अस्तु. त्रयः आगताः। ततः तत् शुश्रुवुः सर्वे नारदस्य वचः महत्, श्रुत्वा च एव अब्रुवन् हृष्टाः गच्छामः वयम् अप्युत. वयमपि गच्छामः उत उत उत इति चेत् प्रश्नार्थकं भवति, वयमपि गच्छामः उत किम् उत इति. इति। हृष्टाः गच्छामः इत्युक्ते सन्तोषेण गच्छामः किम्? ओहो, ते हृष्टाः अभ्रुवन्, अब्रुवन्, वयमपि ओ गच्छामः हृष्टः उत अब्रुवन्। इति. ततः सर्वे महाराजः आम्, महाराज महाराजा महाराज इति पुनः सम्बोधनम्. सम्बोधन इव युधिष्ठिरः, सः तत् युधिष्ठिरमुद्दिश्य महाराज इति। सवाहनाः सगणाः विदर्भान् अभितः जग्मुः यत्र सर्वे महीक्षितः। ओके, एतत् अपि सुलभमेव, ते सर्वे तत्र ततः विदर्भान् उद्दिश्य जग्मुः गतवन्तः इति अभितः. अभीतः गतवन्तः विदर्भान् समीपे। नलः अपि राजा कौन्तेय कौन्धे कौन्तेय श्रुत्वा राज्ञः कौन्तेय इति पुनः सम्बोधनम्. युधिष्ठिरस्य कौन्तेय नलः राजा नलः अपि राज्ञां समागमनं श्रुत्वा अभ्यगच्छत्। अधीनात्मा, एतत् सर्वे नलस्य विषये एव, अधीनात्मा दमयन्तीम् अनुव्रतः। दमयन्ति मनुरथः नलोपि राजा, अधीनात्मा नलोपि राजा, राज्ञां समागमं श्रुत्वा स अभ्यगच्छत्. गच्छत् अभ्यगच्छत्। विमला महोदय अन्म्यूट् करोतु. अथ देवापतिनलं ददर्शुर्भूतले स्थितं साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा। तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथारविं तस्थुर्विगतसङ्कल्पा विस्मिता रूपसंपदा। ततोहं ते विष्णभ्य विमानानि दिवौकसः अभुवन्नैषधं राजन् अवतीर्यनभस्थलात्। भो भो नैषधराजेन्द्र, भो भो नैषधराजेन्द्र, नलसत्यव्रतो भवान्, अस्माकं कुरु साहाय्यं, दूतो भव नरोत्तम। देवाः भूतले स्थितं मन्मथरूपसदृशं नलं ददृशुः, अपि च सः सूर्य इव अस्ति तेजसा। तस्य रूपं दृष्ट्वा ते सर्वे विस्मिताः सन्ति, अपि च अन्तरिक्षे एव स्थित्वा ये सर्वे अत्र तयोः तेषां किञ्चित् सन्देहः अभवत्. रूपसम्पदा सूर्यः एव भ्राजमानं नलं दृष्ट्वा विगतसङ्कल्पाः, तेषां सङ्कल्पस्य कृते किञ्चित् भङ्गः भवति इति मन्ये. तस्तुः तत्र एव स्थितवन्तः. अत्र ब्राजमानम् इत्युक्ते अन्यान् तापयति इति वा अर्थः भगिनि? न न, तत्र प्रकाशः, ब्राज इत्यस्य प्रकाशः इत्यपि अर्थः अस्ति। ब्राजमानम् इत्यस्य वा, तत्र तु प्रकाशमानम्. अपि च अन्तरिक्षे एव स्थित्वा तम् उद्दिश्य वदन्ति, हे नैषधराजेन्द्र, भवान् तु सत्यव्रतः अस्ति. अवतीर्य एव वदन्ति, विमानानि तत्रैव विष्टभ्य ते अवतीर्य वदन्ति. राजन् अवतीर्य नभस्थलात्. अस्तु, भो भो नल, भवान् तु सत्यव्रतः अस्ति, अस्माकं सहायं कर्तव्यम्, अस्माकं दूतो भव इति ते अस्मिन् उद्दिश्य तम् उद्दिश्य. बृहदश्च उवाच, तेभ्यः प्रतिज्ञां नलः करिष्य इति भारत. अथैनान् परिपप्रच्छ कृताञ्जलिरवस्थितः के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः. किं च तत्र मया कार्यं कथयध्वं यथा तथम् एवमुक्तेनैषधेन मघवान् प्रत्यभाषत अमरान् वै निबोधास्मान् दमयन्त्यर्थमागतान् अहमिन्द्रोऽयमग्निश्च तथैवायमपान्पतिः शरीरान्तकरो नृणान् यमोऽयमपि पार्थिव स वै त्वमागतानस्मान् दमयन्त्यै निवेदय लोकपालाः सहेन्द्राः त्वां समायान्ति दिद्रक्षवः त्वाम् अनन्तरं यतिः भवति लोकपालास्। लोकपालाः सहेन्द्रास्त्वां समायान्ति दिद्रक्षवः दिदृक्षवः तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत हे भारत, नलः प्रति करिष्ये इति करिष्ये तेभ्यः प्रतिज्ञाय। करिष्ये करिष्ये करिष्ये इति भवति, तत्र सन्धिविभागः भवति चेत् करिष्ये इति। अथ ये एनान् परिपृच्छ, परिपृच्छ कृताञ्जलि परिपप्रच्छ, परिपप्रच्छ। कृताञ्जलि कृताञ्जलिः रवस्थितः अवस्थितः कृताञ्जलि भूत्वा, अवस्थितः कृताञ्जलिः भूत्वा एनं पृष्टवान् सः, तथा एव करिष्ये इति। किं करणीयम् इति अग्रे आगच्छति के वै देवेन्द्रः। भवन्तः कः च असौ यस्य अहं दूत ईप्सितः किं च तत्र मया कार्यं कथयध्वं यथा कथं ततम् यथा तथं, यथा तथम् इत्युक्ते यथा इष्टं तथा इति अर्थः। अस्तु कार्यं किं कार्यं करणीयम् वद इति। किं कार्यं करणीयम् एवमुक्ते नैषधेन एवमुक्ते मघवान् प्रत्यभाषत मघवान् उक्तवान् इन्द्रः, इन्द्रः इन्द्रः उक्तवान् अमरान् वै निबोधा निबोध अस्मान्, अमरान् अस्मान् निबोधा दमयन्ति निबोधा दमयन्ति अर्थम् अर्थमागतान् दमयन्त्यर्थम् आगतान् दमयन्त्यर्थम् आगतम् अस्मान्, अमरान् निबोधा। अत्र कृतम् एतादृशप्रयोगं दृष्टवन्तः इति मन्ये भवन्तः, यदा इति निबोधा इति न भवति, यदा द्वितीयाविभक्तौ एव कर्मपदानि आगच्छन्ति तदा इति नास्ति, अन्यथा प्रथमाभक्तौ वदामः चेत् तदा इति भवति। अस्मान् अमराः इति निबोधा इति भवितुम् अर्हति, अन्यथा अस्मान् अमरान् निबोधा इति नास्ति, तत् प्रयोगे तथा भवितुम् अर्हति। आम् तत्र मया पूर्वं चिन्तितम् आसीत् महोदय, किन्तु तत्र भ्रमः आसीत्। आन्दन्यास्मि। इदानीं परिहृतः वा? आम् आम् महोदय, आम् सम्यक्। अस्तु, अग्रे चतुर्थे श्लोके। अहम् इन्द्रः अयम् अग्निः तथैव अयम् अपाम्पतिः वरुण, अपाम्पतिः कः? वरुणः, वरुणः वरुणः। शरीरान्तकरः नृणान् यमः अपि पार्थिवः अस्ति हे पार्थिवः अयं यमः, पार्थिव, अयं यमः इति सम्बोधनं हे पार्थिव इति, हे पार्थिव अतः अयमः अपि यत्र यत्र श्लोकेषु सम्बोधनम् आगच्छति तत्पदं पूर्वमेव उच्यते चेत् वरं, हे पार्थिव इति। स वै त्वम् आगतान् अस्मान् दमयन्त्यै निवेदय लोकपालाः सहेन्द्रा सह इन्द्राः त्वां समायान्ति दिद्रक्षवः सहेन्द्रः इति एकमेव इन्द्रेण पदं, सह, इन्द्रेण इन्द्रेण सह सह इति वर्तन्ते. एकमेव पदं भवति. त्वां द्रष्टुम् इच्छुकाः समायान्ति इति वदतु दमयन्ती इति. अस्तु, सरलः एव अस्ति. अग्रे तत्र सवै इत्युक्ते सवैत्वं निश्चयेन वै वै इति निश्चये. अवश्यं तत्र समासः सः खलु, समासः वै ब्राह्मणेन खलु. समः वर्तते इति सब्राह्मणः इति वदामः खलु. अत्र हा इन्द्रेण सह वर्तते इति सहेन्द्रः. अत्र त्रयः सन्ति इति कारणात् सहेन्द्राः लोकपालाः अत्र बहुवचने. भगिनी पृच्छति इति मन्ये सवै इति. प्रथमपङ्क्त्यां सवै इति सः सः वै तत्र सः वै खलु इति खलु अवश्यम् एवं सप्रयोगः. वै निमित्तं इति, वै इति पदस्य महोदय, वै इति पदस्य वै अर्थः इति वै इति पादपूर्णार्थं जानामि. सा इत्युक्ते उपयुज्यते. सः सः सः सः इति भवान् इति मन्ये. सः सः एव भवान् निवेदय इति सः आ एव न न न वै न न इत्येव पदमस्ति अव्ययम्. तत् श्लोकेषु नु खलु तथा वै इति अपि ह न न इत्यनेन सा इति किमर्थम् इति सः इति किमर्थं, कम् उद्दिश्य सः इति, विसर्गस्य सः एव लोपः त्वं तत्र. न सः कस्य इति विशेषणम् इति त्वम् इति पदस्य तदेव वदेन् वदन्ति सः अस्मि. एव त्वं त्वम् कदापि इति कठिनः. भवति खलु, किन्तु सः ओ एव. तद्वा सोऽहं, सोऽहं इति वदति खलु, तादृशः अहं, तादृशः त्वम् इति, सः त्वम् इति. अतः तत्र तथा सः इत्यर्थे न कल्पनीयः अर्थः, त्वम् इत्येव. तादृशः त्वम् इति अर्थः भवति. तदेव तत्र अहं न अवगतवती. तादृशः त्वं तत्र सत्यम्. वै इति पदस्य अधिकम् आद्यता अधिका आसीत्, अतः एव तस्य विवरणं दत्तम्. अस्तु. लक्ष्मीनारायण प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः तेषाम् अन्यतमम् देवम् पतित्वे वरयस्वः पश्यतु, एवमुक्तस्य तत्र ह इति अस्ति खलु, पादपूरणार्थं केवलं. परन्तु एवमुक्तस्य एकक्षणं, तत्र सन्दर्भवशात् वदामि, हा इत्यस्य किञ्चित् अर्थस्य पुष्टिं दातुम् अपि हा इति पदस्य प्रयोगः भवति. इदानीं वयम् इतिहासः इति वदामः खलु, पुराणाम् इतिहासः इत्यादीन. इतिहास इत्यस्य अर्थः कः इत्युक्ते, एतत्तु महाभारतस्य रामायणस्य वयम् इतिहासादि इतिहासः इति वदामः. तत्र पदविभागः भवति इति ह आस इति पदविभागः भवति. इत्युक्ते एतत् सर्वं सञ्जातं महाभारत महाभारतस्य कथा वा रामायणस्य कथा वा संवृत्तं कथा काव्यम् इति रूपेण आगतं चेदपि तत्तु सत्यं निश्चयेन आसीत्, तथा सम्भवाः अभवन्नेव. अतः वाल्मीकिव्यासादयः इति ह आस, ह आस इत्युक्ते आसीत् इति, एवम् आसीत्, ह इत्युक्ते इण्डीड् इति वयम् आङ्ग्लभाषायां किञ्चित् पुष्टिं दातुं वदामः खलु. अतः इट् वास् लैक् दिस् इण्डीड् इति अर्थे आगच्छति. अनन्तरम् इतिहास इत्यस्य लक्षणं अन्यदपि एकम् अस्ति. तत्र तत्तु ये लेखकाः भवन्ति इतिहासादीनां कर्ता, तेषां भागः तस्मिन् समये अस्ति इत्यपि अन्यः तत्र विषयः. इदानीं वाल्मीकिः रामायणकाले आसीत्, सः मुख्यपात्रमपि आसीत् तत्र, तथा एव व्यासः अपि महाभारतकाले मुख्यपात्रमिव आसीत्, सर्वत्र सः आगतवान्. अतः इतिहास इत्यस्य लक्षणानि एतानि भवन्ति. अतः ह इत्यस्य विशेषार्थः अपि भवितुम् अर्हति. अत्र अग्रे गच्छतु, इदानीं सन्दर्भवशात् उक्तवती. अस्तु. एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् एकार्थसमवेतं मां न प्रेषयितुमर्हत. देवा करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध न करिष्यसि कस्मात् त्वं रजनैषधमाचिरन् बृहदश्व उवाच एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् सुरक्षितानि वेश्मानि प्रवेष्टुं कथम् उत्सहे प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत जगामस तथेत्युक्त्वा नमयन्त्या निवेशनम्। तर्हि प्राप्तुम् देवाः न कुतः देवाः त्वां प्राप्तुमिच्छन्ति। देवाः के? शक्रः, अग्निः, वरुणः, यमः इत्यादयः देवाः त्वां प्राप्तुमिच्छन्ति इति तेषाम् अन्यतमं पर्वत त्वं वरय इति वरय नाम चिनुत इति तेषाम् अन्यतमं देवं पतित्वा पति पतित्वे वरय इत्युक्ते पतिरूपेण वरय इति तर्हि एवमुक्तः सः केन? शक्रेण उक्तः सः नलः प्राञ्जलिः अब्रवीत् किम् एकार्थसमवेतं मां न प्रेषयितुम् अर्हत यूयं मां प्रेषयितुम् अर्हत यतः अहम् एकार्थसमवेतः एकार्थम् इत्युक्ते स्वयमरार्थमेव सर्वेषाम् उद्देशः एकः एव आम् एकार्थमेव सः एव तत्र ममापि लक्ष्यं तदेव इति देवाः अनन्तरम् ऊचुः करिष्ये इति संश्रुत्य पूर्वम् अस्मासु नैषध हे नैषध करिष्ये इति संश्रुत्य इदानीं न करिष्यसि कस्मात् किमर्थं न करिष्यसि इति त्वं व्रज गच्छ हे नैषध मा चिरं नाम चिरं मास्तु वा इति मा चिरं विलम्बः विलम्बः अग्रे इदानीं बृहदश्वः मा चिरम् इति भवति चेत् तत्रापि स्थानं भवितुम् विलम्बं मा करोतु इति अर्थः नूतनव्याकरणम् अत्र रचितं भवति न समस्तपदानि न सन्ति बृहदश्वः उवाच एवमुक्तः सः नलः देवैः तैः नैषदः एवमुक्तः पुनः अब्रवीत् सुरक्षितानि वेश्मानि भवनानि सुरक्षितानि सन्ति प्रवेष्टुं कथम् उत्सहे कथं तत्र नमल नमयन्त्याः वेश्मा गन्तुं शक्य इति वेश्मा इत्युक्ते गृहाणि भवनानि प्रवेक्ष्यसि तं शक्रः पुनरेव अभ्यभाषत एवं प्रवेक्ष्यसि नाम भवान् वदिष्यति इति शक्रस्य प्रभावात् भवान् अदृष्टः भूत्वा गच्छति इति चिन्ता नास्ति गच्छतु सः जगाम तथा इति उक्त्वा तथा इति उक्त्वा सः दमयन्त्याः निवेशनं जगाम गतवान् इति ददर्श तत्र अन्यजनः नास्ति खलु अत्र अन्या शान्तिः इति काचन महिला आसीत् खलु जगतसप्ताहे तद् सा आगतवती किम् अत्र न दृश्यते न वा अस्तु ददर्श तत्र वैदर्भीं सखी गणसमावृतां देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् आक्षिपन्तीम् इव सभाः इव च भाहा शशिनस्वेन तेजसा तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीं सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयं ततस्थानैषधं दृष्ट्वा सम्भ्रान्ता परमाङ्गनाः आसन्नेभ्य समुत्पेतुः तेजसा तस्य घर्षिताः प्रशंसुः प्रशशंसुष्यसुप्रीता नलं ता विस्मयान्विताः न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन्। तर्हि ददर्श तत्र वैदर्भीं ददर्श सखीगणसमावृतां वैदर्भीं ददर्श सः इति। कीदृशा आसीत् इत्युक्ते देदीप्यमाना आसीत्, वपुषा श्रिया च वरवर्णिनी अपि आसीत् इति। अग्रे तु अतीव सुकुमाराङ्गी आसीत्, सुलोचना आसीत्, तनुमध्याम् इत्युक्ते तत्र सुमध्यमा सुमध्यमा इति इति पदे आसीत्। पदे आगच्छति खलु, कृशोदरी सुमध्यमा शोदरी तनुमध्या। तत्र शशिनः भाहा स्वेन तेजसा भाहा आक्षिपन्तीम् इव आसीत् इव इति। तस्य दृष्ट्वा कामः तां चारुहासिनीं ववृधे इति। ववृधे इति अत्र तां चारुहासिनीं वर्धते दृष्ट्वा एव कामः ववृधे। अस्तु, कामः अधिकं वर्धते। भवति इति। सत्यं चिकीर्षमाणः तु धारयामास हृच्छयं। हृच्छयम् इति हृच्छयम् इत्युक्ते हृदयस्य तापम् अथवा आशयं, हृदयेच्छा, हृदयस्य इच्छामपि सः धारयामास धारयामास संयम्य सः सत्यं करणीयं खलु तेन इदानीं देवता देवानां कृते। अतः स्वस्य हृदये या आशा आसीत् किञ्चित् तत् अच्छा, संयम्य सः सत्यं कर्तुम् अग्रे आगच्छति। प्रवर्तते। आम्, ततः ताः तत्र परमाङ्गनाः तत्र नैषधं दृष्ट्वा ताः तु सम्भ्रान्ताः जाताः। आसन् समुपे समुपेतुः उत्पेतुः हा उत्पेतुः आसनेभ्यः आसनेभ्यः उत्पेतुः उत्पेतुः समुत्पेतुः तस्य घर्षि तेजसा ते घर्षिताः जाताः इति खलु दर्शिताः। घर्षिताः हर्षिताः इति तत्र कः अर्थः महोदय साक्षात्? अर्थः भवति बहु किञ्चित् कृताः इति वा? भयेन भायिताः। भ्रान्ताः भवन्ति, अतः दर्शिताः इति अर्थः। प्रशशंसुः तत्र नलं ताः प्रशशंसुः इति। सुप्रीताः विस्मयान्विताः ताः प्रशशंसुः न च एनम् अभ्यभाषन्त भाषन्ते मनोभिः तु अभ्यचिन्तयन्। तत्र किमपि सः न उक्तवत्यः, परन्तु केवलं चिन्तितवत्यः इति। ओ अस्तु, अस्तु अस्तु। अहं पठामि किम्? अहो रूपमहो कान्तिः अहो धैर्यं महात्मनः कोऽयं देवो न यक् कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति। नत्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन तेजसा धर्षिताः सर्वाः लज्जावत्योवराङ्गनाः। अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी दमयन्ती नलं वीरम् अभ्यभाषत विस्मिता। कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन प्राप्तोऽस्य प्राप्तोसि अयं अमरवद्वीर। वीर ज्ञातुमिच्छागमनं चेह कथं चासि न लक्षितः। सुरक्षितं हि मेवेश्म राजा चैवोग्रशासनः। तर्हि मनसि एव चिन्तयत्यः सन्ति ते सख्यः अस्य अहो रूपम् अहो कान्तिः अहो धैर्यम् एतस्य महात्मनः इति। यः कः अयं देवः नु यक्षः नु यक्षः वा देवः वा गन्धर्वः वा भविष्यतुमर्हति इति चिन्तयन्ति मनसि। वयम् अग्रे स्मृति भृति संशयः इति भ्रान्ति स्मृतिभ्रान्ति संशयः इति अलङ्कारत्रयं पठिष्यामः खलु अग्रे, तत्र आमाम् आमाम् संशयस्य कृते उदाहरणं भवति एतत् अलङ्कारस्य कृते, कोऽयं देवो नु यक्षो नु गन्धर्वो इति संशयः. तर्हि न तु एनं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन तत्र तस्य तेजसा धर्षिताः लज्जावत्यः किमपि न वक्तुं शक्नुवन्ति, व्याहर्तुमपि न शक्नुवन्ति, तथा दमयन्ती वदति एनं स्मयमानेव स्मितपूर्वाभिभाषिणी. तत्र स्मितपूर्वाभिभाषिणी इत्युक्ते रामस्यापि विशेषणमासीत् स्मितपूर्वाभिभाषी इति कुत्रापि. तत्र दमयन्ती नलं विस्मिता भूत्वा अभ्यभाषत. कः त्वम् अनवद्याङ्ग सर्व अनवद्याङ्ग भवान् कः, मम हृच्छयवर्धनः अस्ति भवान् इति. अनन्तरं कथं तत्र प्राप्तोसि अमरवद्वीर अमरवद्वीर ज्ञातुमिच्छामि ते अनघ. अत्र वीर अनघ इति अनवद्याङ्ग हृच्छयवर्धन इत्यादीनि सम्बोधनपदानि भवन्ति. अमरवत् प्राप्तः इति अर्थः भवति. अमरवद्वीर इति न, अमरवत् प्राप्तः, यतः केनापि न दृष्टः सः खलु. अतः हे वीर कः त्वम् इत्यादि सम्बोधनानि उक्त्वा अमरवत् कथम् आगतवान् इति ज्ञातुमिच्छामि इति वदति. तत्र अनवद्याङ्ग इत्यस्य यस्य अङ्गानि तत्र कथं अत्र किञ्चिदपि दोषः नास्ति इति अङ्गेषु समविभक्ताङ्गः इति वाल्मीकिरामायणे आगच्छति खलु. तत्र विग्रहवाक्यं कथं भवति, न न वद्यम् अनवद्यं, वद्यम् इत्युक्ते दोषः वा? तत्र विभागं दृष्ट्वा वदामि. अस्तु. अनवधिः अवधिः इत्युक्ते स्पेस् इति अर्थः भवति. अत्र अङ्गानां समान अन्तरं भवति चेत् तदा तत्र समसमविभक्ताङ्गः इति वदामः. इदानीं नेत्रद्वयोः कर्णद्वयोः अत्र एवं रेखां तत्र संस्थाप्य पश्यामश्चेत् गणयामः चेत् सम परिमाणे एव भवतः भागद्वयमपि समानप्रमाणे भवति, सिमेट्रिकल् तदेव. अनन्तरं कदाचित् किञ्चिदिव दोषः किमपि भवितुम् अर्हति एकस्याम् अङ्गुल्यां वा कुत्रापि, तत् किमपि नास्ति चेत् अनवद्याङ्गः, तथा स्त्रीलिङ्गे अपि ललिताशास्त्रमध्ये अपि आगच्छति तत्र. अत्र लक्ष्मी अष्टोत्तरे अपि आगच्छति अनवद्यां दिव्यमहिषीम् इति. ओं भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुणविभवेश्वर्य तत् सर्वदा आगच्छति खलु तत्र. तत्र कथम् आगमनं भवतः, अपि च कथं न लक्षितः अस्ति भवान्, यतोहि मम तत्र राजा राज्ञः वेश्म तत्र सुरक्षितम् अस्ति, अपि च राजाशासनः बहु तस्य रुक्षतया तस्य शासनं भवति, तथा सुरक्षितम् अस्ति मम भवनं, कथं भवान् प्रविष्टवान् इति अर्थः भवति. महोदय षोडशे श्लोके किमर्थं भविष्यति इति कृपया उपरि गच्छतु किञ्चित्. तत् कोऽयं देवः नु यक्षो नु गन्धर्वो नु भविष्यति इति किं भवेत् इति नास्ति वा? भविष्यति नाम सः न को अयम् इति अस्ति खलु प्रथमपुरुषे प्रथमाविभक्तिः अयम् इति भवति चेत् तेषां तासां मनसि एव सन्देहः, न उक्तवत्यः खलु. अतः अयं कः, देवः अथवा यक्षः अथवा गन्धर्वः भविष्यति इति प्रश्नः, सन्देहः. अत्र विरमामः किम्? ओ इतोपि समयः अस्ति अस्तु विंशतिः अस्य क्रमस्ति शशिमहोदयस्य शशिमहोदय अस्तु अस्ति किम् एवमुक्तस्तु द्वैदर्भ्या नलस्तां प्रत्युवाचः नलं मां विद्धि कल्याणि देवदूतमिहागतम् देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः तेषामन्यतमं देवं पतिं वरय शोभने तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः एतच्छुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि तावदेव अस्ति महोदय आगत पूर्वं दमयन्ती पृष्टवती खलु कथम् आगतः भवान् अदृष्ट्वा अदृष्टं कथम् आगतः तदा नलः वदति अहं देवदूतः अस्मि अहं देवदूतः भूत्वा अहम् आगतः अस्मि इदानीं देवा नलं मां विद्य अहं नलः अस्मि अनन्तरं पश्यतु सः कथं सत्यं वदति इदानीं त्वां वरयितुम् अहं नलर् स्वयंवरार्थम् आगतवान् इति न उक्तवान् देवदूतरूपेण इदानीम् आगतवान् इति सत्यं वदति नलं विद्धि देवदूतम् इह आगतवान् आगतं मया इति मां देवदूतम् इह आगतं विद्धि इति नलं विद्धि इति अनन्तरं वदति देवाः शक्रः अग्निः वरुणः इन्द्रः वा ते देवाः त्वाम् इच्छन्ति तेषाम् अन्यतमम् एकं त्वं वरय शोभने इति वदति अनन्तरं तेषां प्रभावेन तेषां प्रभावेन एव अहम् इदानीम् अत्र प्रविष्टः अस्मि अलक्षितः अलक्षितः अलक्षितः प्रविष्टः अस्मि प्रविशन्तं हि मां कश्चित् न अपश्यत् अपि अवारयत् अपि कश्चिन्न अपश्यन्नाप्यवारयत् इति कोऽपि न पश्यति न अपश्यत् नापि अवारयत् इति कोऽपि न अवारयत् अत्र पश्यतु मुद्रणदोषः प्रभावेन इति नकारः अस्ति णत्वं खलु तत्र आगत प्रभावेण इति वक्तव्यम् अथवा प्रभावेण नत्वं भवेत् अनन्तरं वदति अन्तिमे श्लोके एतदर्थम् अहं देवैः प्रेषितः अस्मि एतत् श्रुत्वा भवती यथेच्छसि कुरु बुद्धिं कुरु तत्र मम कर्तव्यं तु देवानां कृते सहायार्थं वक्तव्यं मया तदहं कृतवान् इदानीं भवती यथा इच्छसि तथा करोतु इति अत्र भद्रे शुभे इति मध्ये मध्ये सम्बोधनं प्रायः किञ्चित् हिण्ट् ददाति सः नाम एव उक्तवान् खलु तदेव पर्याप्तम् अत्र स्थगयामः अत्र विरमामः वा अथवा इतोपि अग्रे पठामः वा पाठः समाप्तः अत्र महोदय लक्ष्मीनारायणमहोदय भवत्याः आगमनात् पूर्वं वयं चिन्तितवती अहं सर्वेपि अङ्गीं कृतवन्तः यत् इतोपि सप्ताहद्वयं वयं विरामं स्वीकुर्मः वा इति विरामदिनानि आगच्छन्ति अहमपि अग्रिमसोमवासरे भानुवासरे वा सोमवासरे वा हर्षीनगरं प्रति गमिष्यामि तदनन्तरं परिवारजनाः अपि तत्र आगच्छन्ति, इतः किञ्चित् अहं विरामम् इच्छामि, सप्ताहद्वयं भवतां कृते अपि प्रायः आवश्यकता भवेत् इति अहं चिन्तयामि, आम् तथा मम आशयः। न अहमपि देशान्तरं गच्छामि, देशान्तरं गच्छामि, सर्वे कस्यापि गमनागमनम् अस्ति वा, कुत्रापि प्रवासः? आम् आम् अस्ति भारतं, भारतं गच्छन्ति वा? उत्तमं, सुखयात्रा भवतु सर्वेषां कृते, नूतनवर्षशुभाशयाः। अग्रिमवर्षे पश्यामः, एतत् कृपया अत्र पोस्ट् करोतु गणे, येन आगतवन्तः ते अपि ज्ञातुं। आम् आम्, तर्हि अग्रिमवर्गः जनवरी मासस्य पञ्चमे दिनाङ्के वा द्वादशे भवितुम् दिनाङ्के? अर्हति, पञ्चमे दिनाङ्के भवितुम् अर्हति। अस्तु, शान्तिमन्त्रं नमः। ॐ सर्वे सर्वे भवन्तु सुखिनः, सुखिनः, सर्वे सर्वे सन्तु निरामयाः, निरामयाः, सर्वे सर्वे भद्राणि भद्राणि पश्यन्तु, पश्यन्तु, मा मा कश्चित् कश्चित् दुःखभाग् दुःखभाग् भवेत्। भवेत्। ॐ ॐ शान्ति शान्ति शान्ति शान्ति शान्तिः। शान्ति। शुभरात्रिः, धन्यवादाः, धन्यवादाः, शुभरात्रिः, शुभरात्रिः महोदय। नूतनवर्षस्य शुभाशयाः। नूतनवर्षस्य नूतनवर्षस्य शुभाशयाः।